ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति तत्र अष्टाध्याय्यां प्रत्ययः, अनन्तरं प्रकृतिः च समग्रदृष्टिः। वयं तत्र द्वितीयाभ्यासे स्म। अस्माभिः तत्र नीचि दा घै मा धातु अपि मा धातु दृष्टं वा? गै अभवत्। मा धातु अहं चिन्तयामि तत्र किमपि विशेषः नास्ति, परन्तु बुद् अपि च लिख् विषये किञ्चित् तत्र द्वाप्रत्ययस्य अनन्तरं तत्र किञ्चित् एकम् अन्यत् सूत्रम् अस्माभिः तत्र तस्य परिशीलनम् अपि करणीयं। किमर्थं चेत् बुद् अपि च लिख् धातुः यदा अर्धधातुप्रक्रिया अस्ति तदा केचन अतिदेशसूत्राणि सन्ति, इत्युक्ते तत्र नत्वा स्यट् इति सूत्रेण अकित्वस्य तत्र अध्यारोपिते तेन सूत्रेण यदा कोऽपि सेट् धातु परे त्वा प्रत्ययः योजयामः, त्वापि सेट् अस्ति, त्वा तकारादि फलादि अवशादिप्रत्ययः कृत् प्रत्ययः, सो तत्र प्रायशः त्वा प्रत्ययनिमित्तीकृत्य इडागमः भवति। यदि धातु अपि सेट् अस्ति चेत् तत्र सः तादृश त्वा प्रत्ययः अकित् भवति इति न त्वा सेट् इति सूत्रेण, सो सेट् त्वा न कित् इति अतिदेशसूत्रमस्ति। परन्तु अनन्तरम् अत्र एतत्तु सामान्यसूत्रमस्ति, जनरल् सूत्रमस्ति न त्वा सेट्, परन्तु तत्र केचन विशिष्टसूत्राणि सन्ति अस्मिन् अतिदेशप्रकरणे एव, यथा एकमस्ति रलो व्यब्धात् हलादेः संश्च इति सूत्रेण, यदा रलन्तधातुः अपि च हलादिधातुः अपि च सेट् सह सेट् अपि भवेत्, अपि च अस्मिन् सूत्रे बहूनि तत्र कण्डिशनानि सन्ति, इत्युक्ते तत्र रलादि किं हलन्ति किं हलादि किम् अपि च व्यपदात् इति पदं तत्र वि इति वि एण्ड् उपदा इट् बिकम्स् व्यपदा, वि इस् बेसिक्लि उ एण्ड् इ एण्ड् तत्र द्विवचने इट् बिकम्स् वि दीर्घ वि, सो व्यपदात् इत्युक्ते यस्मिन् तादृश रलन्त हलादिधातुः यस्य उपदायाम् इ अथवा उ अस्ति, सो बुद् अपि तथैव अस्ति, लिख् अपि तथैव अस्ति। सो अत्र यदा वयं त्वा प्रत्ययोजयामः तस्य सूत्रस्य प्रसक्तिः भवति, रलो व्यब्धात् हलादेः संश्च इति सूत्रम्। किमर्थं चेत् अत्र दकारः अन्ते अस्ति, आदौ तु हलवर्णः धातुद्वयस्य कृते हलवर्णः अस्ति, अन्ते दकारः अस्ति, रल् प्रत्याहारे पश्यामः चेत् रलन्त् अपि भवेत्, एतत् धातुद्वयं रलन्त् अपि, उपधायाम् अत्र उकारः लिख् मध्ये तु इकारः, अतः यदा वयं त्वा योजयामः तस्मिन् समये एतस्य सूत्रस्य तत्र प्रसक्तिः भवति, अतः एतत् धातुद्वयमेव तत्र किञ्चित् तत्र वैशिष्ट्यम् अस्ति, अनेन सूत्रेणैव तत्र वैशिष्ट्यं भवति यदा वयं त्वा प्रत्ययः योजयामः। एकवारम् अतिदेशप्रकरणं 1-26 आरभ्य भवति वा? 1-20 वा? इत्युक्ते तस्मिन् प्रकरणे एव सार्वधातुकम् अपि तस्मिन् प्रकरणे एव अस्ति. 1-2 आरभ्य 1-2 इत्युक्ते द्वितीयपादे प्रथमसूत्र आरभ्य एव अतिदेशप्रकरणं तत्र अस्ति. तत्र एव चतुर्थसूत्रमस्ति सार्वधातुकम् अपि. अनेन सार्वधातुक अपि प्रत्ययः निद् इव भवति. सो प्रथमचत्वारि सूत्राणि निद्वद् अतिदेशसूत्रमस्ति. अनन्तरं चित्व अत्र एव अस्ति नत्वा सेट्. 17th सूत्रमस्ति, 1-17th सूत्रमस्ति नत्वा सेट्. अत्र अनन्तरं निष्ठा, निष्ठाविषये निष्ठा इति निष्ठासंज्ञा कस्य कृते व्याकरणशास्त्रे? मया रिकार्डिङ्ग् स्थापितं. तवतु निष्ठा अस्ति अस्ति अस्ति. सो तवतु इति प्रत्ययद्वयस्य कृते तत्र निष्ठा इति संज्ञा अस्ति. तवतु निष्ठा. अनन्तरं निष्ठा इति नामकरणम् आधारीकृत्य तत्र केचन सूत्राणि सन्ति. एकं सूत्रमस्ति निष्ठा, तृतीयाध्याये अस्ति. सो तेन सूत्रेण तत्र तवतु इत्यस्य विधिः भवति. निष्ठा इति तवतु इति प्रत्ययस्य विधिः, धातोः अनन्तरं ध्वनिः न श्रूयते वा? श्रूयते महोदय. सम्यक् श्रूयते वा? सुनीला भगिनी, किञ्चित् तत्र भवत्याः कृते एव तत्र किञ्चित् क्लेशः अहं चिन्तयामि. एकवारं लीव् कृत्वा पुनः आगच्छतु भगिनि. सो निष्ठाविषये अत्र केचन धातवः सन्ति अस्मिन् सूत्रे, ते अपि निष्ठा इस् क्त तावतु. सो निष्ठाप्रत्ययद्वयमपि कित् प्रत्ययः. सो अत्र अस्मिन् सूत्रे निष्ठा शीङ् स्विद् मिद् क्ष्वी दिश् दि अपि च दृश् एतेषां धातुविषये निष्ठा न कित्वं न कित् भवति. सो एतत् विशिष्टधातुविषये अपि. परन्तु नत्वा सेट् इति सूत्रं यदि कोऽपि सेट् धातुः अनन्तरं त्वा प्रत्ययः योजयामः, सेट् धातुः तत्र यदि गुणस्य प्रसङ्गः अस्ति चेत् अनेन सूत्रेण सः निषिध्यते. परन्तु रलो व्यपदात् हलादेः संश्च इति सूत्रे अत्र पश्यतु, नत्वा सेट् इति अनन्तरम् अधुपदाद् भावादिकर्मणोः अन्यतरस्याम्. सो अन्यतरस्याम् इति यः पदं 21 सूत्रे दत्तं, तस्य अनुवृत्तिः अग्रिमेषु सूत्रेषु भवति. अतः अन्यतरस्याम् इत्युक्ते वा अन्यतरस्याम्, यत्र यत्र अष्टाध्यायीग्रन्थे विभाषा वा अथवा अन्यतरस्याम् इति पदमस्ति, तत्र कार्यं विकल्पेन भवति. एकस्मिन् पक्षे भवति, एकस्मिन् पक्षे न भवति. अतः सर्वदा तत्र रूपद्वयस्य सिद्धिः भवति. सो अत्र यः अन्यतरस्याम् इति पदमस्ति, तस्य अनुवृत्तिः अग्रिमेषु सूत्रेषु भवति. अतः यः रलो व्यपदात् हलादेः संश्च इति सूत्रे अत्र अन्यतरस्याम् इति पदम् आयास्यति, तस्य अनुवृत्तिः भवति. अतः विशिष्ट इत्युक्ते नत्वा सेट् तु अत्र किमपि न उक्तं. सो सामान्यसूत्रमस्ति, यत्किमपि सेट् धातुः अनन्तरं यदि वयं सेट् ये सेट् धातवः सन्ति अनन्तरं त्वा प्रत्ययः योजयामः, सः त्वा प्रत्ययः कित्वं सः तस्य कित्वस्य निवारणं भवति अनेन सूत्रेण. अकित् भवति इत्युक्ते न कित् भवति. सो इत्युक्ते तत्र यदि गुणप्रसङ्गः अस्ति चेत् करणीयं. त्वा प्रत्ययः कित् अस्ति, कित् कारणेन किनिति च इति सूत्रेण प्रायशः तत्र गुणस्य बाधा भवति. परन्तु अनेन अतिदेशसूत्रेण षट् धातोः अनन्तरं त्वा प्रत्ययः योजयामः चेत् अनेन सूत्रेण सः त्वा प्रत्ययः कित्वं, इट् लीव्स् द कित्वम् अकित् भवति. परन्तु अस्य सूत्रस्य अपवादरूपेण अस्ति रलो व्यपदात् हलादेः संश्च। सो अनेन सूत्रेण यः अत्र विशिष्टधातवः एव, यः रलन्तधातुः, यः हलादिधातुः, यस्मिन् उपधायाम् इकारः अथवा उकारः, ऋकारस्य विषये किमपि न वदति एतत् सूत्रम्। इकारः उकारः उपधायाम् अस्ति, हलादि अस्ति, रलन्त अस्ति, तस्य परे त्वा अपि च सन् प्रत्ययः योजयामः चेत् सः विकल्पेन अक्कित् भवति, विकल्पेन सः अक्कित् भवति इति एतत् सूत्रं वदति। इत्युक्ते तत्र रूपद्वयस्य सिद्धिः अस्ति। सो बुध धातु अपि तादृश रलन्त हलादि उपदा व्यपुदा धातुः, लिख् अपि तथैव अस्ति। अतः तस्मिन् समये यदा वयं बुध् अपि च लिख् विषये चिन्तनं कुर्मः तत्र एतत् सूत्रस्य प्रसक्तिः प्रायशः त्वा विषये भवति। अस्तु, इदानीं माङ्गधातुः दिवादिगणस्य माङ्गधातुः अस्ति, तस्य धातुस्वभावः धातुस्वभावस्य विषये चिन्तनं कुर्मः चेत् कीदृशधातुः, तस्य विषये का वदति मञ्जरी भगिनी, वदति वा माङ्गधातुविषये धातुस्वभावः कः? माङ्ग दिवादिगणस्य धातु, अत्र के अनुबन्धाः, अनुबन्धस्य आधारीकृत्य धातु कीदृशी, किं पदि भवति इति सर्वं वदति वा भगिनि? न श्रूयते भगिनि, अनन्तरं वदामि। हा, चिन्ता मास्तु। चेतना भगिनि वदति वा भगिनि? हा महोदय, मां हलन्त्यमिति सूत्रेण नकारस्य इति भवति, अतः अनुदात नित आत्मनेपदी इति सूत्रेण आत्मनेपदी संज्ञा प्राप्नोति। मा अनुदात् अस्ति, अनुदातन्यत आत्मनेपदम् इति सूत्रेण धातु आत्मनेपदं भवति वा? न, न, आत्मनेपदी प्रत्ययः स्वीकरोति। तादृशी इत्युक्ते स्वरितनित्य, सोरि, किमस्ति सूत्रम्? अनुदातनित स्वरितनित कर्तृति प्राये क्रियापदे। अत्र तु तस्य सूत्रस्य प्रसक्तिः नास्ति न भगिनि, अत्र अनुदातनित आत्मनेपदम्, अनुदातनित आत्मनेपदम् इति सूत्रम् इति एकविधविधिसूत्रमस्ति। इत्युक्ते अनेन तादृशधातुः कीदृशप्रत्ययः, परस्मैपदप्रत्ययः स्वीकरोति वा आत्मनेपदप्रत्ययः स्वीकरोति, इत्युक्ते तादृशधातोः अनन्तरम् आत्मनेपदिपद कर्तरि प्रयोगे आत्मनेपदिप्रत्ययानां विधिः दत्तम्, न तु संज्ञासूत्रमस्ति। आत्मनेपदं परस्मैपदम् इति तु संज्ञासूत्राणि भिन्नसूत्राणि, लः परस्मैपदम् एण्ड् तङ्गानाम् आत्मनेपदम्। धातुविषये आत्मनि परस्मैपद आत्मनिपद इति संज्ञा न वर्तते प्रत्ययानां कृते एव। सो माङ्गधातुः आत्मनेपदी भवति, आत्मनेपदी इति अत्र तदितान्त इत्युक्ते यथा समासस्य वयं विग्रहः कुर्मः तत्र विग्रहवाक्येन एव अर्थस्य बोधः जायते, तथैव यः तदितान्तपदमस्ति तत्र अपि विग्रहवाक्यं भवति, सः अपि वृत्तम् अस्ति। अतः आत्मनेपदम् अस्य अस्ति इति आत्मनेपदी, इणि प्रत्ययः तत्र प्रायशः तदित् प्रत्ययः, इत्युक्ते आत्मनेपदम् अस्य अस्ति, अतः माङ्गधातुः आत्मनेपदी भवति। अपि च मा एकाच् अस्ति, एकाच् उपदेशे अनुदातात् इति सूत्रेण अनेक् भवति। माङ्ग एकाच् अस्ति तस्य एव चिन्तनं करणीयं वा? अनुदात्तस्ति वा नास्ति वा इति. हा तु माङ् धातुः अनिट् अस्ति वा सेट् अस्ति? अनिट् अस्ति. अनिट् अस्ति, अतः अत्र यः अतः इरागमः न भवति. न अतः अत्र तु चिह्नं न दत्तं न भगिनि, अत्र नास्ति, अत्र करपत्रे चिह्नं नास्ति, परन्तु वयं जानीमः माङ् इति अनिट् अस्ति, अतः सो वि विल् गो रिवर्स् वे. अतः अत्र यः अवशिष्टस्वरः तस्य अधोभागे तत्र रेखा भवेत्, बिकास् एकाच उपदेशे अनुदातात् इति सूत्रमस्ति. तेन सूत्रेण किं भवति भगिनि? तेन सूत्रेण अनुदात्तात् अस्ति चेत् अनिट् अस्ति. न सम्पूर्णसूत्रं किम्? एकाच् उपदेशे अनुदात्तात् इति सूत्रं सम्पूर्णसूत्रं किम्? अनुवृत्तिसहितसूत्रम् अनेन सूत्रेण किं भवति? न इट् न इट् इडागम् निषेधकसूत्रमस्ति एतत्. इडागमः कस्य आगमः? प्रत्ययस्य आगमः. प्रत्ययस्य आगमः, सो प्रत्ययः कुतः आयाति, कुत्र आयाति? धातोः परे आयाति, धातोः अनन्तरम्. सो यद् धातोः अनन्तरं वयं वलादिप्रत्ययः योजयामः चेत्, वलादि आर्धधातुकप्रत्ययः योजयामः चेत् प्रायशः तत्र इडागमः भवेत्, परन्तु इदानीं तस्य निषेधकसूत्रमस्ति. इडागमः कदा न भवति? इडागमः तादृशप्रत्ययस्य इडागमः यद्यपि प्रत्यय इडनुकूल अस्ति, कुत्रचित् तस्य इडागमस्य निषेधः अस्ति. एकं सूत्रम् अस्ति कृत् विषये, तत् किम्? वाट् इस् देट् सूत्रम्? नेड्वशीकृति. नेड्वशीकृति, यदा कृत् प्रत्ययः वशादि अस्ति, वलादि अपि अस्ति, वशादि अपि अस्ति, तत्र न इट् भवति. नेड् इत्यनेन न इट्. तादृशप्रत्ययस्य यद्यपि सः अर्धधातुक् अस्ति, वलादि अस्ति, तथापि तस्य इडागमः न भवति. किमर्थं चेत् सः कृत् अस्ति, कृत्संज्ञक अस्ति, अपि च वशादि अपि अस्ति. सो वश् कम्स् इन् सैड् द वल् प्रत्याहार. अनन्तरं द्वितीयनिषेधकसूत्रम् अस्ति इडागमस्य. द्वितीयनिषेधकसूत्रं यत् अस्माभिः पठितं तदस्ति एकाच् उपदेशे अनुदातात् न इट्. न इट्, सो एकाच् उपदेश अवस्थायाम् एकाच् धातुः अपि च अनुदातात् धातुः, अनुदातात् इति पञ्चमी अस्ति, तस्मात् अनन्तरम् इडागमः न इट्, इडागमः न भवति. सो इन् शार्ट् वी से धातु इस् अनिट्, बट् तस्य अर्थः कः इत्युक्ते एतस्य माङ् धातुः अनन्तरं यदि वयं तादृश अर्धधातुक् वलादिप्रत्ययः योजयामः यः सेट् अस्ति, प्रायशः अत्र माङ् कारणेन तत्र तस्य इडागमस्य निषेधः भवति, बिकास् माङ् एकाच् अस्ति अपि च अनुदात् अस्ति. सो अनुदात्तात् इत्यनेन तस्मात् अनन्तरम् इडागमः न भवति करणीयम्. यदि प्रत्ययस्य इडागमः भवति चेत् सः निषिध्यते अनेन सूत्रेण. सो मा इति अनिट्, गन्विषे अनिट् इट् मीन्स् एतत् अनुदात्तात् कारणेन तत्र तस्मात् अनन्तरम् इडागमः न भवति. सो मा इस् अनिट् एण्ड् मा इस् आत्मनेपदी धातुः. अपि च अत्र मा विषये सि अत्र मा विषये अन्ते कः स्वरः भगिनि? न तु स्वरः नास्ति न, इदानीं लौकिकरूपम् अस्ति मा, सो अत्र दीर्घस्वरः आकारः, दीर्घस्वरः अस्ति, अतः अत्र वृद्धिप्रसङ्गः अपि नास्ति, अपि च गुणप्रसङ्गः अपि नास्ति. एतस्य धातुः अनन्तरं सो इत्युक्ते अत्र किमपि विशेषकार्यं न भवति गुणप्रसङ्गः अपि नास्ति वृद्धिप्रसङ्गः अपि नास्ति सो एतत् प्रत्ययोजयामः चेत् किमपि विशेषः न भवति इदानीं बुद्धविषये चिन्तनं कुर्मः चेत् अत्र पश्यतु धातु माङ्ग् सो यु केन् चेक् इट् फ्रोम् हियर् आल्सो स्क्रीन् दृश्यते वा धातु अत्र मा अदादिगणस्य धातुः माङ् माने ज्योत्यादिगणस्य धातुः माङ् माने दिवादिगणस्य धातुः सो अस्माकं विषयः तु माङ् दिवादिगणस्य धातु अत्र अत्र पश्यतु अस्माकं विवक्षा अस्ति कृदन्ते अत्र पश्यतु मायक भूस्थाने अय आदेशः भवति अनन्तरं किमपि ऊ स्थाने अक आदेशः भवति अक अस्ति मायोग अक अनन्तरं तत्र मायक कथं भवति कोऽपि वदतु अतु युक् चिन् कृतोः इति सूत्रेण युक् आगमः भवति आतो युञ्ज् आम् आम् एतत् एतत् विशिष्टसूत्रम् अतः कुर्मः एकवारम् एकवारं नवुल् विषये वदतु भगिनि मा युग नवुल् नवुल् हलन्त्यम् इति सूत्रेण अपि च चुटु इति सूत्रेण लकार अपि च णकारस्य भवति तस्य लोपः भवति उ अवशिष्यते मा योग उ युवोरनाकौ इति सूत्रेण मा योग अक भवति इदानीम् अतो युक् चिन् कृतोः आद्यम् आतो आतो इत्युक्ते आत् अकारान्त् इति सूत्रेण युक् आगमः भवति सूत्रस्य किञ्चित् वदतु भगिनि आतो युक् चिन् कृतौ इति सूत्रस्य विषये वदतु आत् आत् परे आत् परे इत्युक्ते आकारान्त धातोः परे परे युक् आगमः भवति चिन् कृतोः न जानामि किम् आतो युक् चिन् कृतौ अत्र नीतिनीति इति अस्य किमस्ति अनुवृत्तिः अस्ति अस्माकं विषयः अस्ति नवुल् प्रत्ययः नवुल् प्रत्ययः णित् प्रत्ययः सो आकारान्त अङ्गस्य चिन् इति एकं कृत् प्रत्ययः अस्ति चिन् अत्रापि नकारस्य इति संज्ञा अस्ति परन्तु चिन् इति विशेषरूपेण उक्तम् अस्ति अपि च नीतिनीति इति यः अस्ति सः कृति अस्ति चिन् इति अस्य विषये कृत् संज्ञा कृत् इति विशेषणं नास्ति सो नीतिनीति कृति सो यः कृत् प्रत्ययः णित् अथवा इत् अस्ति तस्य विषये आकारान्तधातुः तस्य पूर्वे कोऽपि आकारान्तधातुः अस्ति चेत् युकागमः भवति अत्र पुकागमः न भवति पुकागमस्य विषये तत्र निमित्तं किं भगिनि नी इति निमित्तम् अस्ति सो यस्मिन् निच् प्रत्ययपरे पुकागमः भवति आकारान्तधातूनां पुकागमः अपि भवति परन्तु आकारान्तानां पुकागमः णिच् प्रत्यये भवति अत्र णिच् न उक्तम् अत्र उक्तं नकारः इत् यस्मिन् सः सो आकारान्तधातूनां युकागमः नीतिनीति परे भवति सो अतः अस्माकं परि विषयः अस्ति सो मा इति आकारान्तधातुः अस्ति नवुल् इति नित् अस्ति, कृत् संज्ञक अपि अस्ति, कृत् प्रत्ययः अपि अस्ति, कृति निणिति इति लिखितमस्ति. सो मा धातुः अनन्तरं नित् प्रत्ययः अस्ति चेत् मा धातुः युकागमः भवति. अतः अत्र आगमस्य विषये वदतु भगिनि किञ्चित्. युक् कलन्त्यम् इति सूत्रेण ककारस्य इत् भवति, अतः युक् कित् अस्ति. आद्यन्तौ टकितौ इति सूत्रेण टकितौ कित् धातोः अनन्तरम् आयाति. धातोः कथम् अत्र आयाति? आद्यन्तौ टकितौ इति सूत्रे वदति यः कितागमः, यस्मिन् सः कितागमः तस्य अन्ते. कुत्रचित् आगमः प्रत्ययः अपि भवति न. सो अत्र तु आकारान्तधातोः युकागमः, अत्र आतः इति षष्ठी अस्ति, सो स्थाने अस्ति. सो अत्र कस्य युकागमः भवति? निणिति प्रत्ययस्य युकागमः भवति वा आतः इत्यस्य? आतः इत्यस्य भवति. सो अत्र आकारान्तधातोः अङ्गस्य युकागमः भवति. अतः अत्र यः युकागमः सः धातोः आगमः, अतः धातोः अन्ते. सो आद्यन्तौ टकितौ इति सूत्रेण यः टितागमः, यस्य टितागमः तस्य आदौ. सिमिलर्ली यस्य कितागमः तस्य अन्ते. बिकास् वि आगमः केन् बी फार् प्रत्यय आल्सो. यथा इडागमः, सः आर्द्रधातुकस्य इडागमः भवति. आर्द्रधातुकस्य प्रत्ययस्य इडागमः, सो तत्र भिन्नविचारः. सो यस्य आगमः तस्य अन्ते भवति युक्त् कारणेन. आद्यन्तौ टकितौ इत्यनेन यस्य आगमः तस्य अन्ते, अतः आ मा अन्ते भवति यकारस्य आगमः. युक् आगमः केवलं य एव अवशिष्यते. अतः मा योग य योग अक मायक भवति. मा योग य अपि च वु स्थाने अक कथम् आयाति तत् उक्तं वा भगिनि? आम्, युवोरनाकौ. युवोरनाकौ इत्यनेन वु स्थाने अक आदेशः भवति, अन्ते अपि अकारः अस्ति. सो अन्ततो गत्वा वर्णमेलनेन मायक. अत्र किमर्थं दीर्घसन्धि न भवति भगिनि? केन सूत्रेण अत्र दीर्घस्य निषेधः? अत्र तु य एव अस्ति. न, अत्र तु य एव अस्ति. युगागमे केवलं य एव अस्ति. परन्तु यदि सपोज् कुत्रचित् अ प्लस् अपदान्ते अ प्लस् अस्ति चेत् तत्र दीर्घ आदेशः न करणीयं. तत्र अतो गुणे इति गुणवर्णे परे अस्वाकारस्य परे कोऽपि गुणवर्णः अस्ति चेत् तस्य परादेशः एव परेकादेशः एव भवति. सो परे यः गुणवर्णः तदेव सः एव तिष्ठति. अत्र तु नास्ति, युकागमे केवलं य एव अवशिष्टभागः. सो वर्णमेलनेन मायक भवति. अपि च तृच् विषये अपि वदतु भगिनि. तृच् मायोग चकारः हलन्त्यमिति सूत्रेण इत् संज्ञा भवति, लोपः भवति. मायोग तृ मातृ इति प्रातिपदिकम् इति प्रातिपदिकम्. अत्रापि अकारान्त् मायक इति अकारान्त् प्रातिपदिकम् अस्ति इदानीम्. अकारान्त् प्रातिपदिकम् अस्ति भूस्थाने यदा मा ऋतृस्थाने तु ऋकारान्त् सत्यम्. अपि च किमपि अन्यत् विशेषः अस्ति वा मा विषये? प्रत्ययमध्ये मी भवति महोदय. तत् सूत्रमस्ति गोमाता कापाज चहति सा विषये वदतु एकवारं चटति वदतु मायोगक्त ककारः दशक्वतद्युते इति सूत्रेण इत् भवति तस्य लोपः भवति अतः कित् अस्ति सप्रत्ययः कित् अस्ति इदानीं मायोगत् घूमास्ता गापा जहाति सां हलि इति सूत्रेण मा मी भवति आकारस्य ई आदेशः अस्ति किति परे अत्र केवलम् आकारस्य आदेशः अस्ति न तु सर्वस्य इति कथं जानीमः भगिनि केन सूत्रेण मायोग किम् अलोऽन्तस्य अलोऽनन्तस्य आम् अलोऽनन्तस्य इत्यनेन सूत्रं किं वदति अन्तिम अल्वर्णस्य इत्युक्ते तत्र षष्ठी इति पदस्य अनुवृत्तिः अस्ति षष्ठीनिर्दिष्टः आदेशः इत्युक्ते यत्र अत्र स्थाने अस्ति न गुमा स्थापा गा जहाति साम् हलि इति सूत्रे साम् इत्यनेन तत्र षष्ठी बहुवचनरूपम् अस्ति सो घूमा स्थापा जहाति साम् आम् इति प्रत्ययः अत्र अस्ति षष्ठी बहुवचनप्रत्ययः अस्ति सो षष्ठीनिर्दिष्टः आदेशः प्रायशः इत्युक्ते सामान्यरूपेण अन्तिम अलस्थाने भवति सो अत्र यः घू लिखितम् अथवा मा लिखितं स्था लिखितं पा लिखितम् तत्र यः अन्तिम अल् अस्ति तस्य स्थाने एव ईत् इति आदेशः भवति ईत् इति दीर्घ ई इति आदेशः भवति सो अत्र प्रायशः एतेषु धातुषु अन्ते दीर्घ आकारः अस्ति अतः दीर्घ आकारस्य तत्र ईत्वं भवति सो मी भवति अनन्तरं मीत इति प्रातिपदिकमस्ति अकारान्त् प्रातिपदिकमस्ति परन्तु अत्र षष्ठीनिर्दिष्टः आदेशः प्रायशः अन्तिम अल् स्थाने भवति परन्तु अलो अनन्त्यस्य कृते अपि तत्र अपवाद् सूत्राणि सन्ति एकमस्ति किमस्ति तत् अनेकाल्षित् सर्वस्य षष्ठीनिर्दिष्टः आदेशः यदि अनेकाल् अस्ति षष्ठीनिर्दिष्टः आदेशः यदि अन्यकाल् अस्ति अथवा श्चित् अस्ति सः अन्तिमस्थाने न भवति सः सर्वस्य स्थाने भवति इति सूत्रं वदति सो अनेकाल् श्चित् सर्वस्य इति सूत्रं कस्य बाधा करोति अलोऽनन्तस्य सो अलोऽनन्तस्य इति सूत्रेण प्रायशः अन्तिमस्थाने भवेत् परन्तु अनन्तरं सूत्रमस्ति अनेकाल् षित् सर्वस्य अनेकाल् आदेशः अथवा षित् आदेशः यद्यपि षष्ठीस्थाने अस्ति षष्ठीनिर्दिष्टम् अस्ति तथापि सः सर्वस्य अन्तिमाल् स्थाने न भवति सर्वस्य स्थाने भवति इति तत्र सूत्रमस्ति सो अत्र मा मी भवति अपि च घूमा स्थापा घापा जहाति सां हलि इति सूत्रे निमित्तं किं भगिनि कित्नित् द्वयमपि अस्ति कित्नित् किनिति परे भवति सो कित् अस्ति अथवा णित् अस्ति कित् अस्ति अथवा णित् अस्ति तस्य केवलं किति परे गेलरि किं कितिनितिपरे किन्नितिपरे कित्नित्परे भव अत्र ककारद्वयं नास्ति एकमेव ककारः कित्नित् परे एव कार्यम् अस्ति कोऽपि कित् प्रत्ययः परे अस्ति अथवा णित् प्रत्ययः परे अस्ति चेत् तस्य दीर्घ ई आकारान्ता एतेषां विशिष्टधातूनां सर्वेषाम् आकारान्तानां न घूसंज्ञकानाम् अपि च मा स्था गा पा जहा अपि च सा एतेषाम् आकारस्य स्थाने इति आदेशः भवति अस्तु अतः तव तु विषये अपि मी तवत् इति भवति तव्यत् इति कितनित् नास्ति सो तव्यत् कितनित् नास्ति अनियर् कितनित् नास्ति परन्तु तव तु यः प्रत्ययः अस्ति तव तु प्रत्यये ककारस्य इत् अस्ति सो अत्रापि घूमा स्थापा इत्यनेन मा बिकम्स् मी सो मी तवत् इति प्रातिपदिकम् यथा अत्र मीत इति प्रातिपदिकम् अत्र मीतवत् इति प्रातिपदिकं तव्यत् इति प्रत्ययः कित् नास्ति णित् नास्ति अतः मातव्य इति एव रूपं मातव्य एव प्रातिपदिकम् अनन्तरम् अनियर् अपि कित् णित् नास्ति मानीय इति रूपं तिन् प्रत्ययः स्त्रियां कितिम् इति सूत्रेण कितिन् प्रत्ययः अस्ति तिन् प्रत्ययः अपि कित् अस्ति तिन् प्रत्ययः अपि ककारस्य इति संज्ञा अस्ति अतः कित् प्रत्ययः अस्ति सो मा विल् बिकम् मी सो इट् विल् बिकम् मीति मीति इति इकारान्त् प्रातिपदिकं मीति ल्युट् प्रत्ययः तु अन इति आयाति ल्युट् प्रत्ययः अपि सामान्य अर्धधातुप्रत्ययः अत्रापि किमपि मा न एव यू स्थाने अन आदेशः भवति यू आर् नाको इत्यनेन सो अकारान्त् प्राति मानम् इति तत्र नपुंसकलिङ्गे एव रूपं भवति मान इति अकारान्त् प्रातिपदिकं सर्वेषां कृते सम्यक् अस्ति वा अथवा कोऽपि प्रश्नः अस्ति अत्र मा विषये सो मा अकारान्तधातुः अस्ति घूमा स्थापा इति सूत्रे मा उक्तमस्ति मा इति उल्लेखः अपि अस्ति तत्र तेन सूत्रेण कितिनिति प्रत्यपरे तस्य मा आकारस्य ईत् इति आदेशः भवति सो मा विल् बिकम् ई यत्र कित्नित् प्रत्ययः अस्ति अपि च मा इति धातुः कस्मिन् गणे अस्ति अत्र लिखितं न दिवादिगणे एकवचने अस्माभिः उपरि कृतं वा मा विषये एकवारं लट् लकारस्य रूपं वदति वा भगिनि मा दिवादिगणे अस्ति मा योग वर्तमाने लट् इति सूत्रेण लट् मा योग लट् अनन्तरं मा योग ल हलन्त्यं तस्य लोपः भवति इदानीं लस्य स्थाने तिप्त अस्ति आत्मनेपदी प्रत्ययः स्वीकरोति अतः मा योगत् तदनन्तरं टित आत्मनेपदानां तेरे इति सूत्रेण मा योगते कर्तरी शप् इति सूत्रेण मा योग शप् योगते न दिवादिभ्यः ष्यन् इति सूत्रेण मा योग ष्यन् योग ते ष्यन् षित् अस्ति परन्तु अपित् अस्ति मा नकारशकारस्य लोपः भवति मा योग य योग ते भवति मायते अत्र किमर्थं न भवति? तदेव मम प्रश्नः. अत्र किमर्थं मी न भवति? नास्ति, नित्वा अस्ति न भगिनि? नित् अस्ति, परन्तु आर्तधातुके आर्तधातुकं नास्ति. अत्र पश्यतु सर्वेषां कृते न इत्युक्ते आम् अत्र अत्र पश्यतु घूमा स्थापागा जा जहति सं हलि इति सूत्रं कस्य अधिकारे आयाति? आर्धधातुके. सो यः किनिति अत्र अनुवृत्तिः अस्ति सः आर्धधातुक प्रत्ययः भवेत्. शणिति यद्यपि णित् अस्ति, शणित् यद्यपि णित् अस्ति परन्तु आर्धधातुक् नास्ति, शप् कारणेन सार्वधातुक् अस्ति. अतः तदेव मम प्रश्नः, मा किमर्थं मीयते इति रूपं नास्ति, किमर्थं मायते एव रूपं? तत्र ईत्वम् इति न भवति बिकास् अस्मिन् सूत्रे आर्धधातुके इति अधिकारसूत्रम् अस्ति, पदम् अस्ति. सो आर्धधातुके किनिति परे एव एतस्य आत्वम् आतस्य ईत् भवति. अतः लट् लकारे तत् कार्यं नास्ति, इत्युक्ते सार्वधातुप्रक्रियायाम् एतत् कार्यं नास्ति. मा विल् रिमेन् एस् मा. सर्वेषां कृते सम्यक् अस्ति वा? इदानीं बुद्धधातुः, बुद्धधातुः मया उक्तं रलादि, एकवारं नवुल् प्रत्ययः का वदति? गिरिजा भगिनी वदति वा? बुद्धधातुः प्लस् नवुल् प्रत्ययः. न भगिनि, किमर्थं भगिनि बहु विलम्बम् अस्ति? एकवारं सर्वेषां सूत्राणि पश्यत् अनन्तरमेव आगामि वासरे वदामि. मञ्जरी भगिनि इदानीं वदति वा भगिनि? बुद्धयोगो नवुल् तत्र कतारस्य किञ्चित् उच्चैः वदतु भगिनि, ध्वनिः सम्यक् नास्ति. श्रूयते वा? आम् इदानीं श्रूयते. हा इदानीं श्रूयते भगिनि. किञ्चित् ध्वनिः सम्यक् नास्ति भगिनि. इदानीं सम्यक् यु आर् टि ऐ अस्ति न, तत् सम्यक् नास्ति. हा, बुधयोग नुल् तत्र णकारस्य इत् तथा लकारस्य अपि इत् हलन्त्यं तथा चुटु. प्रथमे तत्र एकनिमिषः भगिनि, बुध् विषये वदतु. बुध इति धातुः अस्ति वा? एकवारं पश्यामि. बुध इति अकारस्य संज्ञा अस्ति अत्र. बुध धातुः कस्य गणस्य धातुः? भुवादिगणस्य. बुध भुवादिगणस्य, बुधिर् भुवादिगणस्य. अस्तु, सो बुध् अत्र पश्यतु स्क्रीन् मध्ये बुध इति धातुः अस्ति. एकवारं धातुविषये वदतु भगिनि, धातुस्वभावः कः? बुध बुध उपदेश अवस्थायां तत्र बुध अस्ति, तत्र उपदेशे अनुनासिक अनुनासिक इत् इति सूत्रेण ऊर्ध्वगामी यकारः अस्ति तस्य इद् भवति तथा बुध भवति. यकारः अस्ति, अकारः अस्ति. अच्वर्णः अकारः अन्ते, तकार उत्तरवर्ती अकारः अस्ति, सः अनुनासिक अस्ति, अतः तस्य संज्ञा अनुनासिक अस्ति. तत्र अनु तस्य इत् भूत्वा तस्य लोपः भवति. सत्यं. हा, तत्र बुध बुध बुध एव अवशिष्य बुध इति अवशिष्यते। अपि च अत्र पश्यतु भगिनि, अत्र किं लिखितं? सेट् लिखितं, सेट् सेट् किमर्थं सेट् अस्ति? अकार अनुनासिक अकारः अस्ति, न न अवशिष्टस्वरेण पदव्यवस्था, ओ सोरि अवशिष्टस्वरेण इड् व्यवस्था, अनुबन्धवर्णेन पदव्यवस्था। सो अत्र यः अत्र परस्मैपदी लिखितं, सो अत्र यः अकारस्य इत् अस्माभिः कृतम् अनुनासिक अकारस्य यः इत् अभवत् प्रायशः सः अकारः उदात् अस्ति, अत्र कोऽपि चिह्नं न दृश्यते। सो शेषात् कर्तरि परस्मैपदम् इत्युक्ते अनुदात् नास्ति, स्वरितेत् नास्ति धातुः, उदात् अस्ति धातुः, उदात्तेत् धातुः। सो शेषात् कर्तरि परस्मैपदम् इति सूत्रेण बुध् धातुः परस्मैपदी धातुः। सो तस्य निर्णयम् अस्माभिः कथं कृतम्? अकारस्य आधारीकृत्य, यः अकारः इति संज्ञकः तत् दृष्ट्वा, तत् स्वरित्वा, अनुदात् वा, उदात् वा, तत् दृष्ट्वा अस्माभिः निर्णयं कृतं धातुः परस्मैपदी। प्रायशः सपोज् विसीद स्वराङ्कितधातुपाठः, तत्र कोऽपि चिह्नं नास्ति, अकारस्य कृते केवलम् अनुनासिकचिह्नम् अस्ति, अनुदात् चिह्नं नास्ति, स्वरित् चिह्नं नास्ति, अतः उदात् स्वरः एव सः अकारः। सो उदात् अस्ति चेत् शेषात् कर्तरि परस्मैपदम् इति सूत्रेण एतत् धातु परस्मैपदी। सो यः स्वरः यस्य इत्संज्ञा भवति, यस्य वर्णस्य इत्संज्ञा भवति, यथा माङ् धातुः, माङ् धातुः कण्ठनकारस्य इत् तत्र, अतः णित् अस्ति, अतः अनुदातनित्त आत्मनेपदम्, अनुदातनित्त, सो णित् अस्ति, णित् कारणेन सः आत्मनेपदी भवति। परन्तु अत्र किमपि णित् नास्ति, इत् नास्ति, अनुदात् स्वरस्य इत् अस्ति, अतः बुध् धातु परस्मैपदी। इदानीम् अवशिष्टस्वरः कः अत्र? लौकिकरूपम् अस्ति बुध्, अवशिष्टस्वरः कः भगिनि? उकारः, सः अवशिष्टस्वरः, अवशिष्टस्वरेण इड् व्यवस्था। लुकिङ्ग् एट् द रिमेनिङ्ग् स्वर, इफ् इट् इस् एकाच्, इफ् यदि एकमेव स्वरः तत्र अवशिष्यते सः एकाच् भवति। सो बुध् अपि एकाच् अस्ति, एकमेव आच् अस्ति अत्र, सो एकाच् अस्ति। अपि च अत्र सेट् लिखितं, वी डोण्ट् नो द वाट् इस् द चिह्नं बिकास् वी हेव् टु देन् रेफर् टु द स्वराङ्कितधातुपाठः। सिन्स् ओवर् अत्र सेट् लिखितम्, अतः उकारः कीदृशी भवेत्? अनुदात् मा नास्ति, मे बि स्वरित् अस्ति अथवा उदात् अस्ति, परन्तु अनुदात् नास्ति, बिकास् एकाच् उपदेशे अनुदात्तात् तादृशधातुः एव अनिट् भवति। अत्र तु सेट् उक्तम्, अतः उकारः अत्र उदात् भवेत्, अकारः अपि उदात् अस्ति, उकारः अपि उदात् अस्ति, अवशिष्टस्वरेण इड् व्यवस्था, सेट् वा अनिट् वा, इत्संज्ञक इत्संज्ञकवर्णेन पदव्यवस्था, परस्मैपदी वा उभयपदी वा आत्मनेपदी वा, यः इत्संज्ञकवर्णः, इत्संज्ञकवर्णस्य आधारीकृत्य किं पदी धातु, किं पदी अवशिष्टस्वरस्य आधारीकृत्य इट् वा सेट् वा। सो बुध् इस् नौ सेट्, इट् इस् अ परस्मैपदी धातु इति अस्माभिः अवगतम्। इदानीं बुध् सेट् धातुः अस्ति, अनन्तरं नवुल् इति प्रत्ययः, वदतु भगिनी। तत्र बुध् योग नवुल् प्रत्ययः अस्ति, तत्र नकारस्य तथा लकारस्य इति संज्ञा भूत्वा तत्र चुटु तथा हलन्त्यम् इति सूत्रेण इति संज्ञा भवति, तस्य लोपः भूत्वा भू एव अवशिष्यते। बुध् योग भू, भू स्थाने अक आदेश युवार् नको युवोर्नको इति सूत्रेण भवति, तत्र बुध् योग बु बुध् योग अक् अनन्तरम् उपधायाम् उकारः अस्ति तत्र गुणः भवति बोध बोध भवति अत्र वृद्धिः किमर्थं न भवति धातौ वृद्धिप्रसङ्गः नास्ति न निषेधः नास्ति नवुलिति प्रत्ययः कित् नित् नास्ति अत्र कोऽपि ककारस्य इति नास्ति परन्तु णित् अस्ति मूर्धन्यनकारस्य इत् अस्ति अत्र अतः विशेष आर्धधातुप्रत्ययः अस्ति नवुलिति विशेष आर्धधातुप्रत्ययः बिकास् अत्र मूर्धानकारस्य इत् अस्ति परन्तु बुध् धातुः वृद्धि कुत्र कुत्र भवति अन्ते कोऽपि आचवर्णः अस्ति चेत् तस्य वृद्धिः भवति उपधायां ह्रस्व अकारः अस्ति चेत् तस्य वृद्धिः भवति अत्र तु तादृशी किमपि नास्ति बुधुं विषये अन्ते दकारः उपधायां ह्रस्वाकारः नास्ति उपधायां तु उकारः अस्ति अतः धातौ एव वृद्धिप्रसङ्गः नास्ति वृद्धि तु अङ्गे भवति सो अङ्गे एव वृद्धिप्रसङ्गः एव नास्ति यद्यपि प्रत्ययः णित् अस्ति परन्तु अङ्गे कोऽपि वृद्धिप्रसङ्गः नास्ति सो किं करणीयं गुणः एव करणीयं वृद्धिप्रसङ्गः अस्ति चेत् वृद्धिः करणीयं यदि वृद्धिप्रसङ्गः नास्ति तदा गुण करणीयं गुणकार्यं करणीयं सो इदानीं वि विल् डु द गुण बुध् योग अक अस्ति सो सो यथा भवती उक्तवती बुध् बिकम्स् बोध् उपधायां ह्रस्व इक् अस्ति इत्युक्ते इ ऊरु अस्ति केन सूत्रेण अत्र बुध् बोध् भवति नवुल् इति सामान्य अर्धधातुकप्रत्ययः अस्ति गुणकार्यस्य सूत्राणि किं केन केन सूत्रेण गुणकार्यं भवति अङ्गे सार्वधातुक अर्धधातुकयोः अपि च अत्र उपधा विषये सर्वदा पुगन्तलघुपदस्य च यदा अन्ते कोऽपि इक् अस्ति चेत् तत्र सार्वधातुक अर्धधातुक अत्र तु उपधा विषयः अतः पुगन्तलघुपदस्य च इति सूत्रेण बुध् बिकम्स् बोध् अनन्तरं किं प्रातिपदिकं बोध योग अक् तत्र बोधक बोधक इति बोधक अकारान्त् प्रातिपदिकं बोधक अन्ते अपि अकारः अस्ति अक इति आदेशः अकारः ककारः अकारः सो बोधक इति प्रातिपदिकम् अस्तु इदानीं तृच् प्रत्ययः का वदति चेतना भगिनी भवती एव वदतु तृच् चकारस्य इत् भवति बुद्ध्योग त भवति तृ तृकारः अपि अस्ति तृच् सामान्य अर्थधातुकप्रत्ययः अस्ति अतः पुगन्तलघु पदस्य च इति सूत्रेण बुद् बोध् भवति बोध्योगतृ बोध् बोधृ बोधृ बोध् एण्ड् तृ द इस् तत्र कोऽपि अकारः मध्ये नास्ति बोधृ इति तत्र अस्ति प्रातिपदिकम् इदानीं त विषये वदतु भगिनि त बोध्योग लशक्वतद्धिते इति सूत्रेण ककारस्य इति भवति अतः आर्धधातुक कित् अस्ति बुद्ध्योग त भवति अत्र कित् अस्ति अतः किनिति च इति सूत्रेण गुणनिषेधः अस्ति अतः बुद् त किञ्चित् अत्र त प्रत्ययः त प्रत्ययस्य स्वभावः कः कित् अस्ति तत् सत्यम्। अपि च अर्धधातुप्रत्ययः अस्ति चेत् इडागमस्य विचारः करणीयम्। अतः त प्रत्यय अपि सेट् अस्ति, कथं सेट् अस्ति तत् वदतु एकवारम्। नेत् वशीकृति कथने आर्द्रधातुकस्य वलादेः इति सूत्रेण वल् प्रत्ययस्य अन्तर्गतः भवति। तकारः इत्संज्ञकवर्णस्य अनन्तरं वलादि वा वशादि वा तद् द्रष्टव्यम्। इत्संज्ञः इत्संज्ञकवर्णः ककारः तु अपगच्छति, तस्य विचारः न करणीयः। इदानीं तकारः आदौ अस्ति, तकारः वल्प्रत्याहारस्य वर्णः, अपि च वश् वश् प्रत्याहारे नास्ति तकारः, अतः सेट् अस्ति। अतः क्त प्रत्ययः अपि अत्र यदा निषेधसूत्रस्य विचारः तावत्पर्यन्तं न करणीयं यावत्पर्यन्तं सामान्यसूत्रस्य इत्युक्ते विधिसूत्रस्य विधिसूत्रस्य प्रसङ्गः अस्ति चेदेव निषेधसूत्रस्य प्रसङ्ग विचारः करणीयं। सो डैरेक्ट्लि नेड् वशीकृति इति सूत्रस्य विचारः न करणीयं। प्रथमे तु द्रष्टव्यं वलादि अस्ति वा, यदि वलादि अस्ति चेत् तदा एव अग्रे गन्तव्यं, न न दिस् न सूत्र नेड् वशीकृति इस् अ निषेधक सूत्रं। कस्य निषेधः करोति? आर्धधातुक् सेड् वलादेः इति सूत्रेण यः इडागमः भवति तस्य निषेधः करोति। सो प्रथमे अत्र आर्धधातुक् सेड् वलादेः इति सूत्रस्य प्रसक्तिः भवेत्, तदा एव वयं निषेधसूत्रस्य विचारः कुर्मः। सो द प्रत्ययः वलादि अस्ति, कृत् अस्ति, अतः नेड् वशीकृति इत्यस्य प्रसङ्गः, बिकास् तत्र नेड् वशीकृति इति उक्तं, कृति साक्षात् सूत्रे उक्तम्। सो कृत् प्रत्ययेषु एव वश् इति द्रष्टव्यं, कोऽपि भिन्न अर्धधातु कृत् संज्ञक नास्ति चेत् तत्र नेड् वशीकृति इति सूत्रस्य प्रसङ्गः नास्ति। सो यदि वलादिप्रत्ययः कृत् संज्ञक अपि अस्ति तदा एव नेड् वशीकृति इति सूत्रस्य विचारः करणीयम्। सो अत्र क्तप्रत्ययः वलादि अस्ति, अवशादि अस्ति, सेट् अस्ति, धातु अपि सेट् अस्ति, अतः किं भवति? बुद् योग ई योग बुधित। सो इकारः यः अस्ति सः प्रत्ययस्य आगमः भवति। बुध्वास् धातु बिकास् वी हेड् अ कित् प्रत्ययः, सो गुणः न भवति अत्र क्तप्रत्ययः। एण्ड् नेड् वश् सोरि आर्धधातुक् सेड् वलादेः इति सूत्रेण तकारस्य इटागमः भवति। इटागमः तित् अस्ति, अतः यस्य आगमः प्रत्ययस्य आगमः भवति, प्रत्ययस्य आदौ आयाति। सो इकारः प्रत्ययस्य आदौ आयाति, त इति प्रत्ययस्य आदौ आयाति। सो किं रूपम् अस्ति? बुधित अकारान्त प्रातिपदिकं बुधित, बुधितं, बुधिता, बुधितः इति त्रिषु लिङ्गेषु तत्र कार्यं भवति। तथैव तावत् प्रत्ययः अपि अस्ति। भवती एकः संशयः, इडागमः आद्यन्तौ टाटितौ इति सूत्रेण धातोः अनन्तरम् इति वक्तव्यं वा? न, कथम्? इडागमः केन सूत्रेण आयाति? इट् इकारः केन सूत्रेण आयाति? न, नेड् वशीकृति इति तु निषेधकसूत्रमस्ति भगिनि, विधिसूत्रं किं? केन सूत्रेण इकारः आयाति अत्र? आर्धधातुकस्य वलादेः। आर्धधातुकस्य इति षष्ठी अन्तम् अस्ति. आर्धधातुकस्य इट् वलादेः आर्धधातुकस्य इत्युक्ते आर्धधातुक् इति संज्ञा कस्य कस्य संज्ञा आर्धधातुक् सार्वधातुक् सो प्रत्ययस्य आर्धधातुक् इति कथनेन आर्धधातुक् प्रत्ययस्य इटागमः. सो अत्र तु धातु आगमः नास्ति न प्रत्ययस्य आगमः अस्ति. प्रत्ययस्य इडागमः भवति न तु धातु इडागमः भवति. परन्तु मम संशयः अस्ति आद्यन्तौ टकितौ ट कि तौ कित् अस्ति चेत् अन्ते टित् अस्ति चेत् आदौ टित् आदि आद्यन्तौ आदि आद्यन्तौ सन्धि भवति अस्ति चेत् आदि कित् अस्ति चेत् अन्ते खलु. अत्र इटागमः कस्य अन्ते यस्य आगमः. अत्र कस्य आगमः इट् इति आगमः कस्य आर्धधातु प्रत्ययस्य सो प्रत्ययस्य आदौ भवति. इट् इति तित् अस्ति आर्धधातु इटागमे टकारसि इत् अस्ति. इटागमः टित् कस्य आगमः प्रत्ययस्य आगमः अतः प्रत्ययस्य आदौ आयाति. सो इत् भवति इत इति भवति प्रत्ययस्य आदौ भवति. कित् अस्ति इति कन्फ्यूशन् न न प्रत्ययस्य आगमः यस्य आगमः तस्य आदौ अतः त इत्यस्य आदौ आयाति. सो इत् अपि च तवतु विषये अपि तथैव अस्ति. तवतु विषये अपि कित् कारणेन वलादि अस्ति अवशादि अस्ति तवत् इति अवशिष्टभागः. सो बोधित् तवत् इति तत्र रूपं भवति. अत्रापि इडागमः भवति परन्तु गुण न भवति खलु. कित् अस्ति बुधितवत् इति भवति. बुधेव तिष्ठति बोधनं भवति. बुधितवत् इति भवति बुधितवत् इति प्रातिपदिकं तकारान्त प्रातिपदिकम् अस्ति. बुधितवत् तव्यत् तव्यत् विषये एकवारं मञ्जरी भगिनी तव्यत् विषये वदति वा भगिनी. तव्यत् अपि च अनियर् अत्र कृतवान् अस्ति. आं वदन् वदतु बुध बुध योग तव्यत् तत्र तकारस्य इत्संज्ञा भूत्वा तव्य एव अवशिष्यते. तत्र इडागमः भवति प्रथमे अत्र तव्यत् इति प्रत्ययः कित् नास्ति णित् नास्ति घित् नास्ति अतः सामान्य अर्धधातुकप्रत्ययः अस्ति. तव्यत् इति सामान्य अर्धधातुकप्रत्ययः अस्ति. तत्र बुध योग तव्य अनन्तरं अत्र गुणकार्यं भवति न भगिनि. प्रत्यय यदि कितनेत् नास्ति चेत् गुणकार्यस्य प्रसङ्गः अत्र अस्ति. बुध मध्ये गुणकार्यं भवितुं शक्नोति. करोतु गुणकार्यं. गुणकार्यं भवति तत्र बुध बोध भवति. बोध केन सूत्रेण उगन्त पुगन्तलघुपदस्य इति सूत्रेण तत्र बुध बोध भवति. पुगन्तलघुपदस्य च इति सूत्रं सार्वधातुप्रत्ययपरे अपि कार्यं करोति. अर्धधातुप्रत्ययपरे अपि इदानीम् अत्र अत्र आर्धधातुकप्रत्ययः अस्ति तव्य इति तत्र उकारस्य ओ भवति बोध इति भवति बोध अनन्तरम् अत्र इडागमः अपि भवति गुणः अपि भवति गुडागमः अपि भवति अपि भवति आर्धधातुक सेट् सेट् बलादेः न सूत्रेण तव्यत् इति प्रत्ययस्य इडागमः भवति इडागमः भवति इडागमः भूत्वा बुध योग ई योग ईतव्य ईतव्य इत्युक्ते आगमः आगमिनः अवयवः भवति सो इदानीं बोध योग बोध योग ई योगतव्य बोधितव्य इति भवति बोधितव्य इति किम् अस्ति इति प्रातिपदिकम् अस्ति इति प्रातिपदिकम् अस्ति इति प्रातिपदिकम् सुपादनिर्माणविषये किं करणीयं पदं तु नास्ति तव्य इति अकारान्त प्रातिपदिकं प्रातिपदिकम् अस्ति विषुलिङ्गेषु अत्र एतस्य रूपाणि भवन्ति अतः सुप् यदा सुप् योजयामः तदा तत् पदनिर्माणं भवति इति तव्यत् प्रत्ययः सामान्य आर्धधातु प्रत्ययः तथैव अनियर् अस्ति एकवारम् अनियर् विषये वदतु भगिनि अनियर् बुध योग अनियर् अनियर् तत्र रकारस्य इत् संज्ञा भूत्वा लोपः भवति अनीय एव अवशिष्यते पुनः तत्र गुणकार्यं भवति गुणकार्यं भूत्वा बोध योग अनीय भवति बोधनीय बोधनीय अत्र किमर्थम् इडागमः न भवति अनियर् इति प्रत्ययः तत्र इडागमस्य निषेधः न निषेधः कथम् अस्ति इडागमः एव न भवति अत्र अत्र आदौ कः वर्णः अनियर् प्रत्यये प्रथमवर्णः कः अकारः अकारः वाल् प्रत्याहारे अस्ति वा सो वलादि नास्ति कृत् अस्ति वलादि नास्ति प्रत्ययः वलादि नास्ति अतः निषेधः न निषेधः न वदति वलादि एव नास्ति सो आर्धधातुक् सेड् वला आर्धधातुक् वलादि प्रत्ययस्य एव इडागमः भवति कोऽपि भिन्नप्रत्ययः वल् भिन्नः अस्ति चेत् तत्र न भवति सो एतत् प्रत्ययः तु वलादि नास्ति एतत् तु अत्र अग्रेस्वरः अस्ति अकारः अस्ति अतः यद्यपि धातु सेट् अस्ति परन्तु प्रत्ययः एव इडानुकूलः नास्ति चेत् कथम् इडागमः भवति किमस्ति रूपम् रूपं किं प्रातिपदिकं किम् बोधनीय बोधनीय बोधनीय प्लस् भवति बोधनीय एतदपि अकारान्त् प्रातिपदिकम् अस्ति अन्ते अकारः अस्ति इदानीं क्तिन् प्रत्ययविषये वदतु भगिनि क्तिन् प्रत्ययः क्तिन् प्रत्ययः क्तिन् तत्र ककारस्य तथा नकारस्य इत्संज्ञा भूत्वा तत्र ति एव अवशिष्यते बुध योग ति किं भवति तत्र अत्र तिन् प्रत्ययः तकारादि अस्ति तथापि अत्र इडागमः न भवति एकविशिष्टसूत्रम् अस्माभिः पठितं न ति तु तथ सरकस्य केषु एतत् सूत्रं पठितं न अत्र ति इति अवशिष्यते सि अत्र कितिन् प्रत्यये ति इति अवशिष्टभागः सो किमर्थम् अत्र इडागमः न भवति धातु तु सेट् अस्ति सि अत्र गुणकार्यं भवति वा भगिनि बुद्बोध भवति वा भवति कथं भवति? कित् तिन् प्रत्ययः कित् अस्ति, ककारस्य इत् संज्ञा अस्ति, तिन् प्रत्यये नकारस्य इत् संज्ञा अस्ति, ककारस्य अपि इत् संज्ञा अस्ति. सो तिन् प्रत्ययः कित् अस्ति, गुणः भवति वा न भवति? न भवति गुणः, न भवति किनिति च सूत्रेण अत्र निषेधः भवति, गुणनिषेधः अस्ति. परन्तु इदानीम् इडागमस्य विचारः, गुणः तु न भवति, इडागमस्य विचारः. एतत् तिन् प्रत्ययः हलादि अस्ति, सोरि वलादि अस्ति, ककारः वल् प्रत्याहारे अस्ति. सो वलादि अस्ति चेत् आर्धधातुक अपि अस्ति, तिंशित् भिन्नः अस्ति. सो अत्र प्रायशः इडागमः भवति, परन्तु एकम् अन्यत् निषेधकसूत्रम् अस्ति, ति तु तथ सीसु सरकेषु इति सूत्रेण न इट् इति. अत्र पश्यतु, स्क्रीन् दृश्यते वा भगिनि? ति तु न दृश्यते, आं शेर् करोमि. इदानीं दृश्यते वा भगिनि? 7-9 इति सूत्रं, ति तु त्र, त्र इत्युक्ते त थ सि सु स. सो एतेषु सर् अपि च क अपि च स, ति तु त थ स सिसु सरकेषु इत्येषु कृत्सु इडागमः न भवति, न इट्. एतदपि निषेधकसूत्रमस्ति. सो यदा तत्र सेट् धातुः परे तीरूपी प्रत्ययः अथवा तूरूपी प्रत्ययः, त्र त थ सि तादृशप्रत्ययः अस्ति, कृत् प्रत्ययः अस्ति चेत् तत्र इडागमस्य निषेधः अस्ति. अतः अत्र इडागमः न भवति. इदानीं किम् अस्ति रूपम्? निष्ठाविषये कोऽपि अन्यत् सूत्रमस्ति वा? एकवारं दृष्ट्वा वदामि. इदानीं प्रश्नः अस्ति, इदानीं प्रश्नः अस्ति, यदा वयं बुद्धियोग क्त कुर्मः किं भगिनि? न श्रुतं, ध्वनिः सम्यक् नास्ति भगिनि. मम ध्वनिः श्रूयते वा? आं भगिनि, आं महोदय, भगिन्याः ध्वनिः न श्रूयते. भगिनी हेड्फोन् त्यजतु भगिनि. मम कृते अपि न श्रूयते, तस्याः ध्वनिः न श्रूयते. सो इदानीं प्रश्नः अस्ति, ति तु तथ इति सूत्रे त अपि उक्तमस्ति. सो यदा वयं क्त प्रत्ययोजयामः, क्त इत्यस्य कृते निष्ठासंज्ञा अपि अस्ति, कृत्संज्ञा अपि अस्ति. सो तत्र, परन्तु तत्र तु इडागमः भवति. तत्र प्रायशः एकं वार्तिकम् अस्ति, तेन सेन तत्र इडागमः भवति. बिकास् तत्र रूपं किम्? एकवारं क्तप्रत्ययस्य विषये बुद्ध इति रूपं किम् अस्ति? चेतना भगिनी एकवारं वदतु भगिनि. बुद्धित इति तत्र प्रायशः इडागमः श्रूयते, बुद्धित इति अस्ति. अतः तत्र एकं वार्तिकमस्ति, पश्यामि तत्रापि त इति तरूपी प्रत्ययः अस्ति न, ककारस्य यदा इति संज्ञा भवति त इति एव अवशिष्यते. सो ति तु त इति सूत्रे ति तु त तु उक्तमस्ति, ति तु तथ शिशु सरक केषु इति सूत्रे तत्र इडागमः न इति उक्तम्. किमर्थम् अत्र विषये इडागमः भवति? सो प्रायशः तत्र एकं वार्तिकम् अस्ति, पठधातुविषये अपि तत्र भवति, पठित इति अस्ति. यदा तत् प्रत्ययः आयाति तत्र अपि भवति. मया कुत्रचित् लिखितम् अस्मिन् सूत्रे प्रायशः तत्र भवेत् उल्लेखः. सीतु तीतु अत्र अत्र अस्ति, परन्तु तत्र तु गृह अस्ति. अत्र पश्यतु, अत्र स्क्रीन् दृश्यते वा? आम् महोदय. सो अत्र तीतु तत्र शिशु सरकेषु इति सूत्रे एतत् वार्तिकं बिल्लू बिल्लू कलर् मध्ये यत् वार्तिकम् अस्ति वक्तव्यं. ति तु त्रे ति तु अपि च त्र तत्र तत्र अपि त नास्ति. सो ति तु त्र एतेषु प्रत्ययेषु परे अपि गृहधातुः गृहधातुः कुच् धातुः स्निः धातुः ग्रहादीनाम् अत्र ग्रहादीनाम् इति सूत्रे यः अत्र यः पदम् अत्र वार्तिके यत् लिखितमस्ति न ग्रहादीनां, सो ग्रहादीनाम् इति एकम् उपपदम् अस्ति, उप ग्रुप् अस्ति धातूनां. सो तस्मिन् ग्रहादि तत्र ग्रह कुच् स्निह् पठ् एतेषां तत्र उल्लेखः अस्ति. अत्र तु अत्र वार्तिकस्य उल्लेखः अस्ति वा? परन्तु ति प्रत्यय ति प्रत्यय दृष्ट्वा वदामि. अत्र तु किमपि नास्ति, अत्र व्याख्या न दत्तं, कुत्रापि मया पठितं, परन्तु इदानीं न पश्यामः. सो यदा तत्र बुद्धयोगत कुर्मः तत्र तु निष्ठाप्रत्यय निष्ठा इत्युक्ते त इति रूपी प्रत्ययः अस्ति, तथापि तत्र इडागमः श्रूयते. सो किमर्थं तत्र इडागमः श्रूयते इति तत्र दृष्टव्यम्. परन्तु यदा क्तिन् प्रत्ययः अस्ति तत्र तु इडागमस्य निषेधः अस्ति. सो अनन्तरं तत्र सन्धिकार्यमपि अस्ति. सो यदा बोधयोग क्तिन् कुर्मः तत्र किं भवति? बुद्धिः इति रूपम् अस्ति, बुद्धिः इति रूपम् अस्ति. सो तत्र एकं सन्धिकार्यम् अस्ति. जशस् तथोः इति एकं सूत्रमस्ति न, तत्र ति इत्यस्य धी भवति. अनन्तरं जलां जश्जषि इति सूत्रेण प्रथमबुद् यः दकारः अस्ति सः दकारः जश् इति भवति. सो अन्ततो गत्वा बुद्धि इति रूपम् अस्ति तत्र क्तिन् प्रत्ययः. प्रथमे तु इडागमस्य निषेधः ति तु तथ इति सूत्रेण तत्र इडागमस्य निषेधः अस्ति ति विषये, ति अस्ति अतः. अनन्तरं बुद्धयोग ति अस्ति चेत् ति बिकम्स् दि बै द जश् तथोः गोः दः इति सूत्रेण. एतत् सूत्रमपि अस्माभिः प्रायशः कुत्रचित् पूर्वे पठितम्। जश् जशस्तोः जशस् आम् एतत् सूत्रमस्ति अत्र पश्यतु जशस् तथोः इत्युक्ते तकारस्य थकारस्य दः इति आदेशः भवति सो धा धातु विहाय अत्र अधः इति अस्ति अधः इत्युक्ते नदः सो धा धातु विहाय अन्येषां धातूनां विषये जश् वर्णात् परस्य अत्र जश् वर्णः बुध् धातु यः धकारः सः जश् वर्णः तकारस्य थकारस्य धकारादेशः भवति वेन् इट् इस् बुध् योगति बुध् यः धकारः सः जश् वर्णः तस्य परे तकारः अथवा थकारः अस्ति चेत् सः धकारः भवति सो ति बिकम्स् धी धी भवति चेत् अनन्तरं जलां जश् जशि इति सूत्रेण जलवर्णस्य जश् आदेशः भवति जश् वर्णे परे दकार इस् अ जश् वर्णः सो इट् बिकम्स् बुद्धिः इति रूपं स्त्रीलिङ्गे भवति इकारान् स्त्रीलिङ्ग् प्रातिपदिकं महाप्राणधाव बुद्धि न प्रथमे तु अल्पप्राणदकारः अत्र पश्यतु भगिनि कथम् इदानीमस्ति वैट् बोर्ड् दृश्यते वा भगिनि बुध् युग तिन् प्रत्ययस्य ति प्रत्ययः तिन् प्रत्ययस्य ति इडागमस्य निषेधः इडागमः न भवति केन सूत्रेण ति तूत अथ इति सूत्रेण इडागमः न भवति यद्यपि अत्र द्वयमपि इडानुकूलः तथापि अत्र अनेन सूत्रेण निषिध्यते सो इदानीं दकारः जश् वर्णः इत्युक्ते महाप्राञ्जकारः एतत् दकारः जश् वर्णः जश् जश् तथोः दः इति सूत्रेण तथोः इत्युक्ते तकारस्य थकारस्य जश् वर्णस्य परे इदानीं तकारः अस्ति दकारस्य परे तकारः अस्ति सो जश् तथोः दः इति सूत्रेण तकारस्य थकारस्य द आदेशः भवति दः आदेशः भवति सो इट् बिकम्स् बुध् योग दिः इट् बिकम्स् बुध् योग दिः इदानीं जलां जश् जशि इति सूत्रम् अपादान्त जल एतद् बुध् धातुः जल वर्णः सो जलां जश् जशि इति सूत्रेण जलवर्णस्य जश् आदेशः भवति जश् इस् वर्गीयतृतीय सो वर्गीयतृतीयवर्णः अस्ति चेत् दकारः आदेशः भवति अनन्तरं धी अस्ति वर्णमेलनेन बुद्धिः इति भवति एतत् रूपम् अस्ति एकवचने विसर्गः अपि आयाति अवगतं वा भगिनि सो हलसन्धिसूत्रद्वयस्य अत्र प्रसङ्गः एकमस्ति जश् जशस्थोः दः इति सूत्रेण प्रथमे तत्र ति धी भवति अनन्तरं जलां जश् जशि सो इदानीमपि जश् वर्णः परे अस्ति जलवर्णस्य जशादेशः कदा भवति जश् इति महाप्राण मूर्धनश सो जलवर्णस्य अपदान्ते जलवर्णस्य जशादेशः जश् वर्णे परे भवति सो इट् बिकम्स् बुद्धिः तथैव शुद्धिः बुद्धिः एतत् सूत्राणि एतानि पदानि तत्र सम्भवन्ति अवगतं वा भगिनि द्वितीयसूत्रं जलां जश् जशि जशि इत्युक्ते अत्र समान् जलां झलां झलां जश् जशिते वैट् बोर्ड् अस्ति वन् सेकेण्ड् भगिनि शुड् बि सम् अदर् वे एतत् पश्यतु जलां जश् जशि एतत् सूत्रम् जलां जश् भवति जलवर्णस्य जश् आदेशः भवति अपदान्ते इत्युक्ते जशि परे भवति इदानीं यः दिः अस्ति दिः प्रत्ययः सः जश् वर्णः अतः तस्य पूर्वे यः द सः जलवर्णः सो जश् विल् कम् अण्डर् जल् जल् इस् अ बृहद् प्रत्याहारः जश् तस्मिन् अन्तर्भूतः अस्ति अत्र पश्यतु अत्र लिखितं विवरणं जल् इस् वर्गीयप्रथम द्वितीय तृतीय एण्ड् ऊष्माणः 24 वर्णः जश् इस् केवलं तृतीय एण्ड् चतुर्थः एण्ड् जल् बिकम्स् जश् वर्गीयतृतीय देट् इस् वै बुध् यः धकारः सः जलवर्णः देट् बिकम्स् जश् इट् बिकम्स् बुध् अल्पप्रान्त बिकास् परे तत्र वर्गीयचतुर्थव्यञ्जनः अस्ति टी बिकम्स् धी देट् इस् वर्गीयचतुर्थ देट् इस् वै दिस् सूत्र वर्क्स् ओवर् देर् अवगतं वा भगिनि सो ल्युट् तु सामान्य अत्र किमपि तिन्नास्ति सो ल्युट् विषये एकवारं वदतु भगिनि एतत् भुद् अपि समापयामः भुद्योगल्युट् टकार अपि च लकारस्य इत् भवति भुद्योग यु अवशिष्यते युवोरनाकौ इति सूत्रेण भुद्योद योग अन भवति ल्युट् सामान्य आर्धधातुकप्रत्ययः अस्ति अतः गुणः भवति पुगन्त लघुपदस्य च इति सूत्रेण बुद् बोध् भवति बोध्योग अन बोधन अपि च ल्युडन्तरूपं केवलं नपुंसकलिङ्गे एव तस्य रूपाणि सम्भवन्ति बोधनम् इति बोधनमेव नपुंसकलिङ्गे रूपम् अस्ति सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति वा नास्ति चेत् बुध् बुध् इव अस्ति लिखदातुः लिखदातुः अपि रलन्त् अस्ति खकारः रल् प्रत्याहारस्य वर्णः हलादि अस्ति उपधायाम् इकारः अस्ति अतः अत्रापि रलो व्यपदात् हलादेः संश्च इति सूत्रेण यदा कित् प्रत्ययः दिस्त्वा प्रत्ययः योजयामः सो अत्रापि विकल्पेन इत्युक्ते अन्यतरस्यां सो यदा वयं त्वा अत्र तु त्वा प्रत्ययः अहं चिन्तयामि अहं चिन्तितम् अत्र त्वा प्रत्ययः त्वा प्रत्ययः तु अस्माभिः उपरि एव दृष्टं त्वान्तरूपं परन्तु लिख्योग त्वा कुर्मः चेत् लिखित्वा लेखित्वा रूपद्वयमस्ति बिकास् रलन्त् अस्ति अन्यतरस्याम् इत्युक्ते कित्वस्य कित् प्रत्ययः अकित् भवति परन्तु विकल्पेन भवति सो विकल्पेन भवति चेत् एकस्मिन् पक्षे गुणः भवति इट् बिकम्स् लिख् बिकम्स् लेख् देन् इत्वा लेखित्वा आर् लिखित्वा रूपद्वयमपि अत्र भवति केवलं रलो व्यपदात् हलादेः संश्च इति सूत्रं तु त्वा विषये अस्ति त्वा प्रत्ययविषये कोऽपि अन्यप्रत्ययविषये नास्ति सो यः अस्माकं यः अतिदेशप्रकरणम् अस्ति तत्र त्वाप्रत्ययस्य अपि सूत्राणि सन्ति त्वाप्रत्ययविषयकसूत्राणि अपि सन्ति तत्र अस्ति रलो व्यपदात् हलादेः संश्च इति त्वाप्रत्ययः तादृशधातोः अनन्तरं विकल्पेन तत्र कित् भवति यदा विकल्पेन कित् भवति इति चेत् एकस्मिन् पक्षे गुणः भवति एकस्मिन् पक्षे सिमिलर्लि अत्र बोधित्वा अपि रूपं बुधित्वा अपि रूपं रूपद्वयमपि साधु बुद्ध्योग त्वा कुर्मः चेत् एकस्मिन् पक्षे गुणः भवति एकस्मिन् पक्षे न भवति सो बुधित्वा अपि साधुरूपं बोधित्वा अपि साधुरूपम् अनेन सूत्रेण रलो व्यपदात् हलादेः संश्च इति सूत्रेण अन्यतरस्याम् इति विकल्पेन सह कित् भवति अस्तु इदानीं स्थगामः पठधातुः विषये अपि एकं वार्तिकम् अस्ति एकवारं झटिति अग्रिमस्मरणे अत्र तु परिशिष्टमपि अस्ति अस्तु प्रायशः अग्रिमकक्षायाम् एतत् समापयामः करपत्रम् इदानीं तु समयः अभवत् शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते